सर्वेभ्यः नमस्कारः. स्वागतमपि व्याकरणविषये. अत्र गीताश्रीधर न गीताश्रीधर नास्ति, पूर्णिमा प्रकाश. अत्र गीताश्रीधरपि आरम्भश्लोकम् आं भगिनी, आरम्भश्लोकं वक्तुमिच्छति वा? आं भगिनि, वदतु. हरिः ओम्. येनाक्षरसमाम्नायमधिगम्य महेश्वरात् कृष्णं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः. येन धौतागिरः पुंसां विमलैः शब्दवारिभिः तमश्चाज्ञानजं भिन्नं तस्मै पाणिनये नमः. न दृश्यते भगिनि. अस्तु, ॐ श्रीगणेशाय नमः. ॐ श्रीपद्ये नमः. ॐ श्रीवाग्देव्यै नमः. श्रीगुरुभ्यो नमः. हरिः ओम्. गतवर्गे अस्माकं कृते अत्र सार्वधातुकप्रत्ययः किम्, अनन्तरम् अत्र दशगणः विषये एव अचलत्. दशगणः विषये अत्र शत्रुप्रत्ययं योजनेन भुवादौ धातौ किं भवति, अत् योजनेन अतो गुणे इत्यनेन शप् एव भवति. अनन्तरम् अधादौ अधिप्रभृतिभ्यः शपः इत्यनेन शपः लुक् भवति. जुहोत्यादिगणे जुहोत्यादिभ्यः श्लुः इत्यनेन श्लौ इत्यनेन द्वित्वं भवति. सम्यक् श्रूयते खलु सर्वेपि? सर्वे अस्तु. अनन्तरं दिवादिगणे अत्र दिवादिभ्यः शन् इत्यनेन शन् प्रत्ययं योजनेन कार्यं भवति. अनन्तरं स्वादौ अपि स्वादिभ्यः स्नुः इति, तुदादौ तुदादिभ्यः शः, अकर एव अन्तिम आकृतिः अकरः एव तिष्ठति. रुदादौ बिद् इत्यनेन रुदादिभ्यः श्नम्, नकार एव तिष्ठति. अनन्तरं तनादौ तनादिभ्यः ऊः इत्यनेन तनादिगणः अष्टमकतः. त्रयादिगणः श्ना इति भवति, त्रयादिगणे श्ना इति भवति. अनन्तरम् अत्र अटुकुपवाङ्नं व्ययवायेपि इत्यनेन दन्त्यनकारस्य स्थाने मूर्धने नकारः भवति. क्रीणत् इति भवति. चुरादौ कर्तरि शप्, अनन्तरम् अय अपि आदेशः भवति. अतः एव चोरयत् इति भवति. अतो गुणे इत्यनेन अपदान्तात् अतो अतः गुणः परः पूर्वपरयोः एकः स्थानः, पररूपम् एकादेशः भवति. मया अत्र अतो गुणे इति विशेषेण मया किञ्चित् उक्तम्. अत्र अतो गुणे इत्यस्य अपवादसूत्रं किं, कोऽपि वक्तुं शक्यते वा? अतो गुणे पूर्वमपि अकारः आगच्छति, पररूपमपि अकारः आगच्छति, अतः तत्र पूर्वपरयोः एकः आदेशः भवति इति मया उक्तम्. परन्तु अतो गुणे इत्यस्य अपवादसूत्रं किम्? अन्तलक्ष्मी, उत्तमं. का उक्तवती? का सा का उक्तवती अकः सवर्णे दीर्घः इति? महालक्ष्मी. महालक्ष्मी, उत्तमम् उत्तमं महालक्ष्मी, धन्यवादः. इदानीमत्र प्रथमगणविषये पश्यन् पठन् नश्यन् इति भवति. अनन्तरं विकरणप्रत्ययं एतत् लुक् भवति अधादिगणे. अनन्तरं विकरणप्रत्ययः सार्वधातुक अर्धधातुकयोः किं कार्यं भवति. अनन्तरम् अकारस्य उकारस्य स्थाने इकारस्य स्थाने अचिष्णु अचिष्णु धातु ब्रुवां युवोर् इयङ् उवङ्ग इत्यनेन इकारस्य स्थाने इयङ् उकारस्य स्थाने उवङ् इति भवति. अनन्तरम् अत्र ह्रस्वः इति भवति. यत्र महाप्राणः अस्ति तत्र ह्रस्वः भवति, अल्पप्राणः भवति. अनन्तरं स्नाभ्यस्तयोरातः इत्यनेन अत्र आकारः दीर्घ आकारः कार्यं करोति. प्रथमतया अत्र दादा इति स्वीकुर्मः चेत् अत्र अत् अत् किं कर्ण किं कृत्वा अत्र अत् शेषः भवति कोऽपि अत् किमर्थम् अत्र आगच्छति किं कृत्वा अत्र अत् आगच्छति कोऽपि न जानन्ति वा पूर्णिमाप्रकाश भवती जानाति एव प्रश्नः किं भगिनि अन्येकवारं प्रश्नः न अवगतम् गीता श्रीधर् अवगन्तुं शक्यते वा मम प्रश्नः किम् इति भवत्याः प्रश्नः अत् अत्र अत् किं कृत्वा आगच्छति शत्रुपति हा उत्तमम् उत्तमम् अन्तलक्ष्मी एव खलु शत्रु इत्यस्य एव अत् भवति इदानीं दा इति भवति दा इति दीर्घं भवति अत्र ह्रस्वः केन सूत्रेण भवति ह्रस्वः हा तव मम प्रश्नस्य मम प्रश्नः एव अत्र उत्तरं ह्रस्वः इति सूत्रेण एव भवति इति भवति अनन्तरम् अत्र ददा इति भवति स्नाभ्यस्तयोरातः इत्यनेन दीर्घ आकारस्य ददा इति भवति खलु एकम् अहं लिखामि अत्र प्रथमं द भवति दा दातु एव खलु ददाति अनन्तरम् अत्र श्लौ इति सूत्रेण दादा इति भवति जानन्ति खलु सर्वे अत्र श्लौ इति सूत्रेण दादा इति भवति किं भवति किं भवति भवति इदानीम् अत्र दा द इति भवति केन सूत्रेण ह्रस्वः इति सूत्रेण प्रथमदकारस्य दीर्घ आकारस्य लोपः भवति केन सूत्रेण ह्रस्वः इति सूत्रेण अनन्तरं ददा इति भवति तत्र दीर्घ आकारस्य स्थाने स्नाभ्यस्तयोरातः इत्यनेन स्नाभ्यस्तयोरातः इत्यनेन आकारस्य लोपः अतः किं भवति इदानीं ददा इति भवति ददा इति भवति इदानीम् अत् योजनेन किं भवति ददति इति भवति हा ददति इति भवति तावदेव सर्वं सर्वे जानन्ति खलु प्रक्रिया किम् अस्ति इति आं भगिनि हा इदानीमेव अत्र शत्रुपदम् आगच्छति ददत् इति शत्रुपदम् एतत् किं किं भवितुमर्हति ददत् इति ददन् इति भवति ददन् इति पुल्लिङ्गपदं ददत् इति प्रातिपदिकमपि अस्ति नपुंसकलिङ्गमपि भवति आम् इदानीं स्थाव्यस्तरो अतः अनन्तरं सार्वधातुक अर्धधातुकयोः इत्यनेन सर्वे जानन्ति एव अनन्तरं अत ऊत् सार्वधातुके इदानीं स्तनादिभ्यः स्तनादि कृङ्भ्यः उः इति अस्ति. अत्र पश्यतु, कृ इति अस्ति. कृ पूर्णतया किम् अस्ति? कृ डुकृञ्, डुकृञ्च् पूर्णतया किम् अस्ति? डुकृञ्च् करणे इति अस्ति करणे इति अस्ति आगच्छति. अत्र डुक्रु इति अस्ति, डुक्रु इति अस्ति. अत्र डु केन सूत्रेण इति भवति? सर्वे एव चुटुः अस्ति. आदिर्नुटुडवः इत्यनेन एव अप ईटु भवति खलु? आदिन्युटुडवः इति डुक्रुञ्च् क्रु तिष्ठति, नकारः अलन्त्यं तस्य लोपः इत्यनेन अपगच्छति, क्रु एव तिष्ठति. इदानीम् उ किमर्थम् आगच्छति अत्र? अत्रैव भवति खलु, उकारः एव तिष्ठति. तनादि कृभ्यः उः विकर्णप्रत्ययम् आगच्छति खलु, उ इति विकर्णप्रत्ययम्. इदानीमत्र अत् इति अस्ति, अत् किं कृत्वा आगच्छति? शत्रु, शत्रु इत्यनेन अत् एव तिष्ठति. शत्रु इत्यस्य, शत्रु इत्यस्य शकारः केन सूत्रेण इति भवति? उत्तमम्. अनन्तरं ऋकारः उपदेश अज अनुनासिक इत् इत्यनेन इति भवति, अत् एव तिष्ठति. इदानीं क्रू योगः उ योगः अत् तिष्ठति. पश्यतु अत्र क्रू योगः उ योगः अत् सार्वधातुक आर्धधातुकयोः इत्यनेन इकः गुणः, अतः किं भवति? कृकर् भवति. कृकर् भवति, उत्तमम्. सार्वधातुक आर्धधातुकयोः इत्यनेन कर् भवति. इदानीं कर् योगः उ योगः अत् अनन्तरम् अत्र कर् योगः उ योगः अत् भवति. इदानीम् अत उत् सार्वधातुके एतत् सूत्रेण एव अत्र अत उत् सार्वधातुके इत्यनेन कर् भवति खलु. इदानीम् अत्र अकार उत्तरवर्ति अस्ति खलु, तत्र पश्यतु इत्यस्य करु इत्यस्य अङ्गस्य अकारस्य स्थाने उकार आदेशः भवति, अतः इदानीं किं भवति? उर् भवति. अकारस्य स्थाने उकार आदेशः भवति, अतः कुर् भवति. कुर् भवति. कुर् भवति. इदानीं योगः कुर् योगः उ योगः अत् अन्तिमरूपं किं निष्पन्नम्? कुरुत इति. तावदेव, कुरुत इति. अस्तु एतदेव अत्र नूतनसूत्रमस्ति. इदानीं किं पठितव्यं चेत् रुदादिगणे किमस्ति इति पठनीयम्. अत्र अन्तलक्ष्मी पठतु रुदादिगणे. अन्तलक्ष्मी अस्ति वा? अस्तु. गायत्री पठितुमिच्छति वा रुदादिगणे? पठतु. रुधादिगणे एकमेव विकरणप्रत्ययनिमित्तम् अङ्गकार्यं भवति. तच्च केवलं यत्र श्नम् प्रत्ययात् परं धातौ वर्तते. श्नम् प्रत्ययात् परं स्थितस्य नकारस्य लोपः स्नानलोपः इत्यनेन सूत्रेण स्नानलोपः. एतदपि नूतनसूत्रम्, अहं वदामि एतत् विषये. खलु गीता पूर्णिमा गतवर्गे एतत् अन्तलक्ष्मी स्नानलोपः पठितवन्तः खलु. नकारस्य लोपः एव खलु भगिनी, नकारस्य लोपः. अस्तु, अग्रे पठतु. यथा उन्द् युक्तं श्नम् उनन्द् युक्तम् अत् उनन्द् इत्यस्मिन् श्नम् प्रत्ययात् परं धातौ नकारः वर्तते. अतः श्नान्नलोपः इत्यनेन श्नम् तत्र द्रष्टुं न शक्यते. श्नम् प्रत्ययात् उत्तरस्य नकारस्य लोपः. उनन्द् युक्तम् अत् इस् इक्वल् टु उनद् युक्तम् अत्, तत्र नकारस्य लोपः भवति. अपित्सु सार्वधातुकलकारेषु श्नम् प्रत्यये स्थितस्य अकारस्य लोपो भवति. श्नसोर्लोपः इत्यनेन सूत्रेण उन्द् युक्तम् अत् इस् इक्वल् टु वर्णमेलने उन्दत् पुंसि उन्दन्. अस्तु, इदानीम् अत्र किञ्चित् क्लेशः अस्ति वा? इदानीम् अत्र स्नम् इति किम् अस्ति? स्नम् किम्? विकरणप्रत्ययः. उत्तमम्. अत्र प्रतिपादितुं शक्नोति वा गायत्री? अहं करोमि. इदानीं स्नम् इति प्रत्ययं विकरणप्रत्ययम् अस्ति. अत्र एकं पदं स्वीकुर्मः, उन्द् इति पदम्. उन्द् योगः स्नम् इति भवति. अनन्तरम् अत् शत्रु इत्यनेन अत् भवति. अत्र श्नम् इत्यनेन शकारस्य शकारस्य इत् भवति, मकारः अपि इत् भवति, न एव तिष्ठति. अतः उन्द् इदानीम् उनन्द् इति भवति मेलनेन. अनन्तरम् उनन्द् योगः उनन्दत् इति आगन्तव्यम्. परन्तु अत्र स्नानलोपः इत्यनेन स्नम् इत्यस्य इति प्रत्ययस्य उत्तरस्य नकारः लोपः भवति. उत्तरस्य इदानीम् उन्द् अस्ति, नकारः अस्ति. उत्तरनकारस्य विकरणप्रत्ययस्य नकारस्य लोपः भवति. अतः तत्र अहं लिखामि, एतदपि लिखामि. क्लेशः अस्ति वा? लिखामि वा एतत् विषये अपि महालक्ष्मी? आं भगिनि. अस्तु, इदानीम् उन्द् इति अस्ति, उन्द् योगः श्नम्. अग्रिमप्रक्रिया किम् अस्ति इदानीम्? इदानीं श्नम् इत्यस्य नकारः एव तिष्ठति, नकारः एव तिष्ठति अनुबन्धलोपानन्तरम्. इदानीम् अत्र किं भवति? लोपः भवति सोरल्लोपः इत्यनेन. अत्र पश्यतु, स्नानलोपः इत्यनेन नकारस्य लोपः अतः तत्र एतत् उन्द् योगः न योगः अत् भवति अतः तत्र वर्णमेलनेन ऊ न इन् इन्द् इति भवति उनन्द् इति भवति उनन्द् इति भवति उनन्द् इति भवति अनन्तरम् अस्ति इति अस्ति इदानीं नकारः ऊ पश्यात् कथम् आगच्छति नकारः उन्द् युक्तं नकारः उकारस्य परतः आगच्छति उकारः कुत्र उन्दन उन्दन उन्दन योजनं योजनीयं न उन्द् एव दातु श्नम् अस्ति श्नम् मध्ये नकारः एव तिष्ठति शकारः लशकतिने इत्यनेन अपगच्छति अनन्तरं मकारः अलङ्क्यन्तस्य लोपः इत्यनेन अपगच्छति नकारः एव तिष्ठति उन्द् योगः नकारः इदानीं अत्र योगः नकारः नकारः मध्ये कथम् आगच्छति एतत् मध्ये कथम् आगच्छति चेत् अत्र आद्यन्तौ टकितौ अनन्तरम् अत्र अत् अस्ति खलु एतत् सार्वदा आर्धधातुकप्रत्ययमस्ति आर्धधातुकप्रत्ययमस्ति अत्र गुणनिषेधः भवति नित्वत् भवति अनन्तरम् अत्र यत्र नित् अत्र चित् टित् अस्ति आगमः भवति आगमः भवति अतः तत्र मध्ये आगच्छति अनन्तरं इजितो नुम् धातोः अपि अस्ति इदितो नुम् धातोः अत्र मध्ये आगच्छति आम् आम् एव मध्ये आगच्छति आम् आम् अवगतं महोदय इदानीं स्नानलोपः इत्यनेन नकारस्य लोपः भवति अतः ऊ नकारस्य लोपः भवति अतः ऊन्द् एव तिष्ठति इदानीं खलु उन्द् एव तिष्ठति नकारस्य लोपः भवति के सूत्रेण स्नानलोपः स्नानलोपः लोपः इत्यनेन नकारस्य लोपः भवति इदानीम् उन्दे उन्द् योगः अत् भवति उन्द् योगः अत् इदानीमत्र अन्यसूत्रमपि अस्ति इदानीम् उनन्द् योगः अत् नकारस्य लोपः भवति अतः तत् उन्द् एव उन्द् योगः इदानीम् अपित् अस्ति खलु अत्र श्नम् इति प्रत्ययस्य स्थितस्य अकारस्य लोपः भवति श्नम् एतत् स्नानलोपः कठोरलोपः नसोरल्लोपः नसोरल्लोपः उन्द् अत्र नकारस्य उत्तरवर्ति अत्र पश्यतु परे स्थितस्य उनन्द् परे स्थितस्य नकारस्य लोपः भवति अतः उनद् इति भवति उनद् योगः उनद् योगः अत् इदानीं नसोरल्लोपः इत्यनेन अकारस्य लोपः भवति नसोरल्लोपः नसोरल्लोपः इत्यनेन ऊ न इद् उनद् योगः अत् इदानीं नसोरल्लोपः इत्यनेन नकारस्य उत्तरवर्ति किं भवति नकारस्य उत्तरवर्ति कोऽपि कोऽपि न नकारस्य उत्तरं किं भवति अन्तलक्ष्मी? नकारस्य उत्तरम् उन्न, नकारस्य उत्तरवर्ति महालक्ष्मी? पूर्णिमा? गीता? अनुस्वार, अनुस्वार आगच्छति वा? अनुस्वार। नकारस्य उत्तरवर्ति किं भवति? ककारस्य उत्तरवर्ति किं भवति? ककारस्य उत्तरवर्ति किं भवति? का इति पदं कथम् आगच्छति? कोऽपि न जानन्ति वा? सर्वे जानन्ति एव, इदानीं नकार उत्तरवति अकारः तिष्ठति, इदानीं स्नसोरलोपः इत्यनेन अकारस्य लोपः भवति, अतः तत्र नकार उत्तरवति अकारः लोपः भवति चेत् अत्र इन् एव तिष्ठति, उ इन्द् उन्द् एव तिष्ठति, उ इन्द् उन्द् एव तिष्ठति योगः अत् इदानीं उन्द् योगः अत् वर्णमेलनेन उन्दत् इति पदमस्ति, पुल्लिङ्गपदम् उन्दन् इति भवति। कोऽपि सन्देहः अस्ति वा अत्र? उन्दत् उन्दत् इति किं किं भवति वर्धति? उन्दत् इति किं किं भवितुम् अर्हति? स्नानं लोपः, प्रातिपदिकं लोपः, प्रातिपदिकमपि अस्ति, नपुंसकलिङ्गमपि भवति मर्द, नपुंसकलिङ्गमपि भवति, अनन्तरं प्रातिपदिकमपि अस्ति उन्दत्, नपुंसकलिङ्गमपि भवति, अनन्तरम् ऊ इन् द इन् उन्दन् इति पुल्लिङ्गपदम्। इदानीं प्रश्नः अस्ति वा उन्दत् विषये? पृच्छति, प्रश्नः अस्ति चेत् पृच्छतु इदानीमेव। किमर्थं चेत् अत्र चत्वारः नूतनसूत्रं भवति, प्रथमम् अत्र स्नाभ्यस्तयोरासः इत्यनेन आकारस्य लोपः भवति, ददा इति अस्ति, प्रथम दा ह्रस्वः इत्यनेन ह्रस्वः भवति, दा इदानीं स्नाभ्यस्तयोरातः इत्यनेन तत्र आकारस्य लोपः भवति, दद् योगः अत् ददत् इति भवति, अनन्तरं सार्वधातुक अर्धधातुकयोः इत्यनेन गुणः भवति, खर् भवति, क्रू स्थाने खर् भवति, अनन्तरम् अत अत उत् सार्वधातुके इत्यनेन कुर् अकारस्य स्थाने उकारः भवति, अतः तत्र कुरु इति भवति, अनन्तरं वर्णमेलनेन कुर्वत् इति भवति। इदानीं स्नानलोपः इत्यनेन नकारस्य लोपः भवति, स्नसोरलोपः इत्यनेन नकारस्य उत्तरवति अकारः लोपः भवति। इतःपर्यन्तम् अवगच्छति वा? किमपि प्रश्नः अस्ति चेत् पृच्छतु। प्रश्नः अस्ति चेत् पृच्छतु। नकार उत्तरवर्ति अकारः सर्वे जानन्ति एव, किमर्थम् अत्र अत् अस्ति? किमपि किमपि उक्तवन्तः, नकार उत्तरवर्ति अकारः, ककार उत्तरवर्ति अकारः, वकार उत्तरवर्ति अकारः, वकार उत्तरवर्ति अकारः, इप् प्लस् आ पा इति आगच्छति, आ सर्वत्र तिष्ठति एव, एतत् एव अग्रे किञ्चित् कालानन्तरम् एव आगच्छति, एतत् स्थानिवत् भवति इति। यत्र पकार उत्तरवर्ति अकारः अस्ति, यकार उत्तरवर्ति अकारः अस्ति, ककार उत्तरवर्ति अकारः अस्ति, अनन्तरम् इदानीं नकार उत्तरवर्ति अकारः अस्ति, तत् यत्र अकारः तिष्ठति तत् अकारः स्थानिवत् भवति, षष्टि भवति इति अग्रे किञ्चित् कालानन्तरम् एव अवगच्छति, एतत् स्थानिवत् भवति। इदानीम् अत्र एतदेव जानन्तु, अत्र अकार ककार उत्तरवती अकारः नकार उत्तरवती अकारः सर्वे जानन्ति एव सर्वदा मया उक्तमेव अस्तु इदानीम् अत्र अनुसूय आर्धधातुकानां कृत्प्रत्ययानां रूपाणि पठितुं शक्यते वा अनुसूय अस्तु गीता आं भगिनि क्षम्यताम् ऐ वास् रीडिङ्ग् वित् मै म्यूट् पठतु आर्धधातुकानां कृत्प्रत्ययानां रूपाणि उपर्युक्तान् नवकृत कृत्प्रत्ययान् विहाय अवशिष्टाः सर्वे कृत्प्रत्ययाः आशिर्त्वात् आर्धधातुकाः कृत्प्रत्ययः आर्धधातुकाश्चेत् धातुगणम् अनुसृत्य कृदन्तपदानां कोऽपि रूपभेदो नास्ति अतः अत्रापि आर्धधातुकलकाराः इव धातुगणानां न कोऽपि भूमिका न अवगतं महोदय अवशिष्टाः अत्र पूर्वमेव दृष्टवन्तः नवप्रत्ययः नव सन्ति इति प्रत्ययाः अत्र एतत् सर्वाणि आर्धधातुकप्रत्ययमेव भवति इति एते अस्य महत्त्वम् अस्माभिः परिशीलित इदानीं सर्वे पठितवन्तः खलु अत्र पाठकः अत्र किमर्थम् अत्र पाठकः किमर्थम् अत्र पट् धातोः अत्र दीर्घ आकारः आगच्छति चेत् अत्र अथ उपादायः इत्यनेन पाठकः एतत् सर्वं वयं पठितवन्तः खलु गतवर्गे निच्छिकृते योजनं निच् पाठकः अकारः अस्तु अहम् इतोपि अहं युवरणकौ इत्यनेन युवरणकौ इत्यनेन अत्र ऊस्थाने अनन्तरम् अनस्थाने अख युवोरणकौ अत्र पश्यतु अत्र इदानीम् अत्र गीता पठतु अत्र आं भगिनि अत्र अनुनासिक अनुनासिक यु इत्यस्य अन आदेशः अनुनासिक उ इत्यस्य च अक आदेशः भवति यथा युट् अन नुल् अक चुटु इति अन इति अन इति यु स्थाने अन आगच्छति इत्संज्ञा भवति अत्र यु स्थाने अन ल्युट् भवति अनन्तरं भू स्थाने अक आगच्छति नुल् इति भवति एतत् अत्र किं महालक्ष्मी अस्त्र अत्र चित्रं स्वीकृत्य गणमध्ये प्रेषयतु अनुनासिक यु इत्यस्य अण आदेशः भवति यु अण अत्र ल्युट् भवति ल्युट् इत्य अत्र लषकदशिते इति सूत्रेण लकारस्य इत्संज्ञा भवति उत्तमम् इति सूत्रेण टकारस्य इत्संज्ञा भवति यु एव अवशिष्यते तादृशमेव नुल् अपि नुल् इदानीं परिवर्तनं भवति नुल् केन सूत्रेण नकारस्य लोपः भवति चुटु इति सूत्रेण उत्तमं चुटु इत्यनेन तादृशमेव लकारः अलन्त्यं तस्य लोपः हू एव तिष्ठति इदानीं ऊस्थाने किं भवति अक आदेशः भवति हू किं भवति इदानीम् अक आदेशः नुल् प्रत्ययं भवति अस्तु अत्र नन्द् इति अस्ति ल्यू प्रत्ययम् आगच्छति नन्दि गृहि पचादिभ्यो ल्यू निन् यचः इति सूत्रेण ल्यू आगच्छति अत्र लकारः इति भवति नन्दियोगः यु इदानीं यु स्थाने युवरणकौ इत्यनेन अन आदेशः भवति अतः नन्दन नन्द नन्दन कस्य स्थिता अस्ति नन्दन् नन्दन इति नपुंसकलिङ्गं नन्दनम् इति भवति कस्य पिता अस्ति कृष्णस्य नन्दगोपालन् कृष्णस्य पिता अस्ति नन्दन् इदानीम् अक आदेशः यु इदानीम् अक आदेशः कुरु इति स्वीकुर्मः चेत् नुल् प्रत्ययम् आगच्छति नुल् तृचौ इति सूत्रेण एव नुल् इति आगच्छति एतत् अन्यसूत्रमस्ति नुल् इदानीम् उकारः एव तिष्ठति अनुबन्धलोपानन्तरम् इदानीं कार् इति भवति कृ स्थाने कार् किं सूत्रेण केन सूत्रेण चेत् अचोयन् इत्यनेन अचोयन् इत्यनेन कृ स्थाने कार् भवति अनन्तरं यत्र यत्र अन्नप्रत्ययम् अस्ति तत्र उरन्रपरः इत्यनेन रपरत्वम् अपि भवति कार् भवति अदा इदानीं योरणाकौ इत्यनेन अक आदेशः भवति ऊ स्थाने अक अतकः कारकः कारकमिति कारकमित्यस्य विशेषणविषयं किं भवति कारकमित्यस्य कारकं कोऽपि जानाति वा कारकं किं भवति इति आपरेटर् कारकं न कारकम् इत्युक्ते किं कोऽपि क्रियान्वयी क्रिया अन्वये क्रिया यत्र अन्वयति एतदेव कारकं भवति परन्तु कारकं किम् क्रिया अन्वयति इति का उक्तवती अहं महोदय गायत्री गायत्री अस्तु कारकम् इत्युक्ते किम् उत्तरं दत्तवती परन्तु कारकं कुत्र भवति विभक्ति विभक्तिप्रत्यय कारकमित्युक्ते विभक्ति एव प्रथमविभक्ति द्वितीयविभक्ति तृतीयविभक्ति प्रथमविभक्ति अत्र भवति अनन्तरं द्वितीय तृतीय कर्तृकरणे चतुर्थी सम्प्रदाने पञ्चमी अपादाने षष्ठी सम्बन्धे षष्ठी स्थाने सप्तमी सप्तमी आदिकरणे उत्तमम् एतदेव कारकम् इति भवति नपुंसकलिङ्गपदं कारकम् अस्तु इदानीम् अत्र तादृशमेव गतवर्गे एव पठितवन्तः पाठकः वाचकः दायकः नाशकः षष्ठिकारकं षष्ठि सम्बन्धे षष्ठि षष्ठि सम्बन्धे षष्ठि आम् सम्बन्धे एव अत्र षष्ठि भवति अस्तु अत्र गायकः क्रायकः तादृशं भवति इदानीम् अत्र इमानि रूपाणि दृष्ट्वा अत्र गीता अस्ति तत् इदानीं पठतु भगिनि इमानि रूपाणि दृष्ट्वा अवगम्यते यत् घनं निमित्तीकृत्य रूपभेदः न भवति कारणं किं नुल् प्रत्ययः सार्वधातुकः नास्ति अतः कर्तरि शप् इत्यस्य प्रसक्तिः नास्ति कर्तरि शप् न भवति चेत् शप् न भवति शप् न भवति चेत् अपरेषां गणानां विकरणप्रत्ययाः अपि न भवन्ति यतोहि ते सर्वे शप् प्रभाद्य आयान्ति शप् नास्ति चेत् श्यन् श्नु षा इत्यादयः विकरणप्रत्ययाः अपि न भवन्ति तेषाम् अभावे घनं निमित्तीकृत्य रूपभेदः न भवति दृष्टवन्तः यत्र कर्तरि शप् भवति तत् कार्यं करोति यत्र कर्तरि शप् प्रभाद्य श्नम् श्नु श अत्र इदानीमेव दशगणविषये अत्र पठितवन्तः विकर्णप्रत्ययम् अपि नास्ति एव एतत् विकर्णप्रत्ययं नास्ति चेत् तत् अभावे गणं निवृत्तिकृत्य रूपभेदः न भवति अत्र अग्रे अस्ति एव इदानीमेव पश्य गणं निमित्तीकृत्य अत्र रूपभेदः नास्ति एव पाठकः वाचकः दायकः नाशकः इति गणम् अस्ति, परन्तु अत्र रूपभेदः नास्ति एव. इदानीम् अग्रे अनियर् इति प्रत्ययमस्ति. अत्र एतत् विषये अपि जे के जे के का जयन्ती जयन्ती कृष्ण नामधेयं किं जयन्ती कृष्ण जयन्ती कृष्ण कृष्ण अस्तु पठतु. अन्यर् इति प्रत्ययं पश्यम अयं प्रत्ययः न ते न वा शुत् अथ आर्धधातुक. अन्यत् न केवलम् आर्धधातुक अपि तु कर्मणि अर्थे न तु कर्तरि अर्थे अस्ति. अस्मात् कारणात् द्वयात् कारणद्वयात् कर्तरि शप् इत्यस्य प्रसक्तिः नास्ति. अत्र हलन्त्यम् इत्येन रेफस्य इत्संज्ञा तस्य लोपः इत्येन लोपः अनेन अवशिष्यते. अनेन सो अतः भवादिगण पट् अधिकः अनेन पठनीय अदादौ वच् अधिकः अनेन वचनीय ज्वाद्यादौ अत्र अनीय इति अनियर् किं भवति कुत्र भवति कोऽपि जानन्ति वा? उत्तमं कृदन्तमेव अनियर्. इदानीम् अयं प्रत्ययः न तिङ् न वा षित् षित् अपि अस्ति तिङ् अपि नास्ति. तिङ् इत्युक्ते किम् सीतः अन्ति सीतकत मि वहमः एतदेव तिङ् अस्ति. षित् अपि अस्ति षित् मया पूर्वमेव अत्र श्यन् श्नम् यत्र यत्र यत्र शकारः अस्ति एतत् षित् अत्र कार्यं भवति, परन्तु अत्र अनियर् इति षित् अपि नास्ति तिङ् अपि नास्ति आर्धधातुकप्रत्ययम् अस्ति. किं प्रश्नः अस्ति वा? तिङ् नास्ति षित् नास्ति अतः अर्धधातुकं शेषः अर्धधातुकम् अनियर् अपि तादृशमेव भवति. अनियर् अस्मात् कारणात् द्वयात् कारणात् कर्तरीशप् इत्यस्य प्रसक्तिः नास्ति एव. यत्र एतत् प्रबाद्य एव आर्धधातुकप्रत्ययम् आगत्य कार्यं करोति. इदानीं भवादौ पट् अस्ति अत्र अनीय योजनेन पठनीय अदादौ गण अत्र अदादौ जुहोत्यादि दिवादि स्वादौ तदा तना अतुदादि रुदादौ तनादि क्रयादि चुरादि अत्र पठनीय वचनीय दानीय नशनीय आपनीय लेखनीय वेदनीय करणीय किम् अत्र चोरणीय सर्वत्र अत्र गणक अस्ति, परन्तु अत्र गणभेदः नास्ति. एतत् आर्धधातुकप्रत्ययं योजनेन गणविषये किञ्चिदपि परिवर्तनं नास्ति. अत्र सर्वत्र मेलनमेव, किमपि अत्र कार्यं नास्ति. इदानीम् अत्र पद्मावती पठितुं शक्यते वा यत्र यत्र? अस्तु महोदय. नमस्ते महोदय. नमस्कारः. यत्र यत्र कृत् प्रत्ययः आर्धधातुकः तत्र तत्र धातुगणम् आधिकृत्य भेदो न आधारीकृत्य भेदो न वर्तते. अतः यथा आर्धधातुकलकाराः आर्धधातुककृत्यप्रत्ययानां प्रकृत्यार्थं धातूनाम् अन्तिमवर्णम् अनुसृत्य चतुर्दशवर्गेषु विभज्यन्ते. चतुर्दशवर्गाः एते अकारान्तः यथा कत गण रच इत्याद्यः. आकारान्तः यथा पा ला वा धा धा इत्यादयः. इकारान्तः यथा जि ष्वि चि कि रि इत्यादयः. धन्यवादः. ईकारान्तः यथा नि षि डि क्रि वि इत्यादयः, उकारान्तः यथा धृ नु कु गु सृ इत्यादयः, उकारान्तः यथा भू लु पु नु मु इत्यादयः, ऋकारान्तः यथा हृ भृ दृ मृ कृ सृ सृ इत्यादयः। इदानीं पूर्णिमप्रकाश पूर्णिमाप्रकाश भगिनी कुतः पठनीयम् अकारान्तः कुतः पठनीयं? मम ध्वनिः किञ्चित् सम्यक् नास्ति, श्रूयते वा? अस्तु, अहं पठामि मा। गोदमाल् महालक्ष्मी पठतु, महालक्ष्मी पठतु। கோதமா படிக்கிறீங்களாமா? கோதமாய் மேம் படிக்கிறேன் படிங்க படிங்க. உகாராந்த யதா த்ரு நு அது படிச்சிட்டாங்க, அது படிச்சிட்டாங்க. ருகாராந்த படிங்க, ருகாராந்த படிங்க. உகாராந்த உகாராந்த யதா பூ லுரு ரு நு மு இத்யாதயஹ ऋकारान्तः यथा हृ भृ दृ मृ कृ सृ स्मृ इत्यादयः। ऋकारान्तः यथा जृ जृ सृ गृ वृ इत्यादयः। एजन्ताः यथा ग्लै म्लै दे द्यै पै शो छो इत्यादयः। महालक्ष्मी अदृ आदुपदाः अदुपदाः यथा पट् परिणंशम् अदिन स्क्रीन् पट् पट् स्लू तलु चलु वधु कलु तल् कक् पच् चट् इत्यादयः इदुपदाः यथा चित् चित् चित् मिद् चित् बिद् नित् मिल् इत्यादयः उदुपदाः यथा बुद् शुद् मृद् मुद् कुक् उक् इत्यादयः। रुत्पदाः यथा कृष् वृष् नृत् चृद् वृत् वृद् इत्यादयः। अवशिष्टाः येन सन्ति येषु वर्गेषु यथा मिल् स्टीक् बुक् अच् इत्यादयः अत्र मुख्यविषयमस्ति। पूर्वम् एतत् गणाः इतस्ततः अटन्ति एव, तत्र सर्वत्र किमपि क्रमेण न अभवत्। पुष्पादीक्षितमहोदय तस्याः कृते तस्याः अत्र कार्यं किं किं भवति चेत् अत्र धातुगणाः अकारान्ताः आकारान्ताः इकारान्ताः ईकारान्ताः उकारान्ताः ऋकारान्ताः एजन्ताः इति सर्वं सर्वाणि पदानि अत्र पृथक् पृथक्तया भवत्या एव कृतम्। अतः एव इदानीम् अस्माकं कृते बहु सुलभम् अस्ति, असौग्र्यं नास्ति, सौकर्यम् अस्ति। अनन्तरम् अत्र एजन्ताः अस्ति, ग्लै म्लै इति एजन्ताः ए ऐ ओ औ एतत् एजन्ताः इदानीम् आदु उपदाः उपदा उपदायां स्थितस्य पुगन्तलघुपदस्य इति उपदायाम् एव इक् वर्णः अस्ति चेत् गुणकार्यं भवति पुगन्तलघुपदस्य इदानीम् अदु उपदा उपदायां तिष्ठस्य वर्णः अकारः पट् अस्ति चेत् तकारः अन्तिमवर्णः उपदा किम् अस्ति इदानीम् अलोन्त्यात् पूर्व उपदा न उपदा पट् मध्ये उपदा किं भवति प एव उत्तमं प एव अनन्तरम् इदु उपदा चित् अस्ति चित् मध्ये उपदा किम् अत्रैव उत्तरमस्ति खलु इदु उपदा चि मध्ये ईकारः एव तिष्ठति इदु उपदा ईकारः उपदा भवति अनन्तरम् उदु उपदा बुद्ध उपदा किम् उत्तमम् ऊकारः एव अत्रैव उत्तरमस्ति उदु उपदा अनन्तरं ऋदु उपदा कृष् कृष् मध्ये उपदा किम् अनन्तरम् एतत् एतत् एव अन्तिमवर्णस्य पूर्ववर्णः यत् तिष्ठति एतदेव उपदा अदु उपदा इदु उपदा उदु उपदा ऋदु उपदा अनन्तरम् अवशिष्टाः एना सन्ति येषु वर्गेषु यथा मीन् शीक् बुक् अञ्च् अञ्च् इति पदम् अञ्जना इति तत्र भवति अस्तु अन्यच्च अर्धधातुकः कृत्पतयः चेत् इडागमः विचारः करणीयः अत्र अर्धधातुकविषये इडागमः इत्युक्ते इकारं श्रूयते एव इकारः श्रूयते एव अन्तलक्ष्मी अस्ति वा अन्तलक्ष्मी नमस्ते गायत्री पठतु अत्र नमस्ते आर्धधातुकः कृत्प्रत्ययानाम् इडागमविचारः आर्धधातुककृत् प्रत्ययैः निष्पादितानां पदानां धातुगणीयभेदो न भवति किन्तु इडागमविचारः अपेक्षितः यथा आर्धधातुककृत् प्रत्ययः अत्र पदानां विषये धातुगणीयः भेदः नास्ति एव परन्तु अत्र इडागमस्य चिन्तनं भवति इकारः श्रूयते अपेक्षितः इडागमस्य विचारः अपेक्षितः यथा भवतु पठतु भवत्येव यथा तव तु कृतवान् गतवान् परन्तु इडागमे सति पठितवान् खादितवान् तुमुन् अत्र कृतवान् इति अस्ति कृतवान् अस्ति अत्र गायत्री अत्र इडागमस्य चिन्तनं नास्ति एव गतवान् अपि अस्ति इडागमस्य चिन्तनं नास्ति परन्तु पठितवान् खादितवान् रचितवान् गीतवान् तत्र सर्वत्र इडागमः भवति इडागमः किमर्थं भवति केन सूत्रेण भवति इति अग्रे आगच्छति चिन्ता मास्तु अग्रे तुमुनान्तं पठतु तुमुन् ज्ञातुम् आप्तुं परन्तु इडागमे सति क्रीडितुं जीवितुम् अत्र ज्ञातुम् इति अस्ति आप्तुम् इति अस्ति अत्र इडागमस्य चिन्तनं नास्ति एव परन्तु क्रीडितुं जीवितुं कर्तुं वञ्चयितुं तत्र सर्वत्र इकारः श्रूयते एव तव्यत् पठतु तव्यत् द्रष्टव्यं दातव्यं परन्तु इडागमे सति खादितव्यं क्रीडितव्यम् द्रष्टव्यमस्ति दृश् धातोः द्रष्टव्यमस्ति दातव्यमस्ति दा धातोः तत्र किमपि इडागमस्य चिन्तनं नास्ति परन्तु खादितव्यं क्रीडितव्यम् इति इडागमस्य चिन्तनमस्ति इकारः श्रूयते एव अनन्तरं तृच् प्रत्ययं तृच् कर्ता दाता परन्तु इडागमे सति स्पर्धिता ईडिता अत्र कर्ता इति अस्ति दाता अस्ति अत्र किमपि इडागमस्य चिन्तनं नास्ति स्पर्धिता स्पर्धिता स्पर्धनं अर्थं जानाति वा स्पर्धनम् इत्युक्ते किं काम्पिटिशन् काम्पिटिशन् स्पर्धिता दयिता दयिता इत्युक्ते फ्लैयिङ्ग् फ्लैता एवमेव पठतु एवमेव एवमेव अनियर् न्वुल् त त्वा ल्युट् यावन्तः कृत् प्रत्ययाः अशितः सन्ति ते सर्वे तथा आर्धधातुकाः तत्र इडागमविचारः करणीयः अत्र अनियर् अस्ति न्वुल् त प्रत्ययं त्वा प्रत्ययं ल्युट् यावन्तः कृत् प्रत्ययः भवति अशित् एतत् सर्वे आर्धधातुकाः भवति तत्र इडागमस्य विचारः करणीयः एव अत्र पश्यतु ल्युट् अस्ति स्वाप्रतिम् अस्ति नुल् अस्ति अणियर् अस्ति करणीयः कार्यं करणीयं पठनीयं तादृशं भवति खलु तत्र अणियर् कृते इदानीम् अत्र अनसूय पठितुं शक्यते वा अनसूय अनन्तलक्ष्मी मेम् इरुकाङ्ग अन्तलक्ष्मी पठितुं शक्यते वा अहं पठामि आर्धधातुकप्रत्ययपरे आर्धधातुकप्रत्ययपरे सति इट् नाम ई इति आगमः कुत्रचित् धातुप्रत्ययोः मध्ये उपविशति यथा द्रष्टुं पूर्वं धातुः अपि सेट् सा इट् प्रत्ययः अपि सेट् चे देव इडागमो भवति धातुप्रत्ययोः मध्ये एकोपि अनिट् अन इट् चेत् इडागमो न भवति द्वयमपि सेट् चे चेदपि कुत्रचित् अपवादत्वेन इडागमः न भवति परन्तु द्वयो मध्ये एकः अनिट् चेत् इडागमो नैव भवति अत्र पश्यतु इडागमस्य किं भवति इकारः श्रूयते इकारः एव आगमः भवति अत्र त्रीणि पदानि सन्ति सेट् अस्ति अनिट् अस्ति वेट् अस्ति सेट् अस्ति चेत् इडागमस्य चिन्तनं भवति कुत्रापि लिखन्तु सेट् अस्ति चेत् इडागमस्य चिन्तनं भवति अनीट् अस्ति चेत् इडागमस्य चिन्तनं नास्ति वेट् अस्ति चेत् इडागमस्य चिन्तनमपि भवति अनीटः इडागमस्य चिन्तनमपि भवति इडागमस्य चिन्तनमपि न भवति अत्र द्वय रूपं द्वयं भवति वेट् मध्ये अत्र अपवादत्वेन इडागमः न भवति परन्तु द्वयोर्मध्ये एकः अनीट् चेत् इडागमः नैव भवति कुत्रापि लिखतु अनीट् अस्ति चेत् इडागमस्य चिन्तनं नास्ति सेट् अस्ति चेत् इडागमस्य चिन्तनं भवति केन सूत्रेण इत्युक्ते आर्धधातुक सेट् बलादेः इत्यनेन इडागमस्य चिन्तनं भवति पूर्वमेव वयं दृष्टवन्तः पूर्णिमा अनसूया अनन्तरं गीता सर्वे जानन्ति एव एतत् विषये आर्धधातुक सेट् बलादेः अनन्तरं नेड् वशीकृति इति अपवादसूत्रम् अत्र वल् प्रत्याहारं नास्ति अतः इडागमस्य चिन्तनं नास्ति अनन्तरम् एकाच अस्ति अत्र एकाचः अनुदातः यत्र एकाच अस्ति यत्र अनुदातः अस्ति तत्र अपि इदानीमस्य चिन्तनं नास्ति, अत्र अनीट् एव भवति इति. इदानीम् अत्र आर्द्रदातकस्य बलादेः इत्येव द्रष्टव्यम् अग्रिमवर्गे. अतः तत्र एतत् विषये समयः अस्ति चेत् अत्र पश्यतु किम् अत्र भवति, अनन्तरं प्रश्नः अपि प्रष्टुं शक्यते एव. इदानीम् अत्र आर्द्रदातुकस्य बलादेः एतदेव द्रष्टव्यम् अग्रिमवर्गे. अत्र कोऽपि अन्तिमश्लोकं वक्तुं शक्यते वा? ॐ सहनावतु, सहनौ भुनक्तु, सह वीर्यं करवावहै, तेजस्विना अधीतमस्तु मा विद्विषावहै. ॐ शान्ति शान्ति शान्तिः. श्रीगुरुभ्यो नमः. हरि ओम्. प्रश्नः प्रश्नः अस्ति चेत् पृच्छन्तु, न तु वर्गे अग्रिमवर्गे मिलामः. अस्तु भगिनि, धन्यवादः. धन्यवादः. धन्यवादः महोदय. धन्यवादः.